उणादिकोशः उणादिकोशः पञ्चमः पदः आदिभुवो डोतच् आदिभुवो डोतच् आदिभुवो डोतच् आदिभुवो डोतच् आदिभुवो डोतच् आदिभुवो डोतच् आदिभुवो डोतच् आदिभुवः डोतच् आदिभुवः डोतच् 684 आदिभुवो डोतच् आदिभुवो डोतच् आदिभुवो डोतच् आदिभुवः डोतच् गुधे रोमः गुधे रोमः गुधे रोमः गुधे रोमः गुधे रोमः गुधेः ओमः गुधेः ओमः गुधेः ओमः गुधेः ओमः गुधेः ओमः गुधेः ओमः गुधेः ओमः मसे रोरन् मसे रोरन् मसे रोरन् मसे रोरन् मसे रोरन् मसे रोरन् मसे रोरन् मसे रोरन् मसे रोरन् मसेः ऊरन् मसेः ऊरन् मसेः ऊरन् मसेः ऊरन् मसेः ऊरन् स्था किच्च स्था किच्च स्था किच्च स्था किच्च स्था किच्च स्था किच्च स्था किच्च स्था किच्च स्था किच्च स्था किच्च स्था किच्च स्था किच्च स्था किच्च स्था किच्च स्था किच्च स्था किच्च स्तः कित् च स्तः कित् च स्तः कित् च स्तः कित् च स्तः कित् च स्तः कित् च स्तः कित् च स्तः कित् च पाते रतिः पाते रतिः पाते रतिः पाते रतिः पाते रतिः पाते रतिः पाते रतिः पाते रतिः पाते रतिः वसतेः अतिः वसतेः अतिः वसतेः अतिः पाते रतिः पाते रतिः पातेः अतिः पातेः अतिः पातेः अतिः वातेर्नित् वातेर्नित् वातेर्नित् वातेर्नित् वातेर्नित् वातेर्नित् वातेः नित् वातेः नित् वातेः नित् अर्थेश्च अर्थेश्च अर्थेश्च अर्थेश्च अर्थेश्च अर्थेश्च अर्थेश्च अर्थेः च अर्थेः च अर्थेः च अर्थेः च त्रुहेः क्नोहलोपश्च त्रुहेः क्नोहलोपश्च त्रुहेः क्नोहलोपश्च त्रुहेः क्नोहलोपश्च त्रुहेः क्नोहलोपश्च त्रुहेः क्नोहलोपश्च त्रुहेः क्नोहलोपश्च त्रुहेः क्नोहलोपश्च त्रुहेः क्नः हलोपः च त्रुहेः क्नः हलोपः च त्रुहेः क्नः हलोपः च त्रुहेः क्नः हलोपः च त्रुहेः क्नः हलोपः च त्रुहेः क्नः हलोपः च त्रुहेः क्नः हलोपः च त्रुहेः क्नः हलोपः च त्रुहेः क्नः हलोपः च 692 व्रुय् लुठ् तन् ताडि व्रुय् लुठ् तन् ताडि व्रुय् लुठ् तन् ताडि व्रुय् लुठ् तन् त

हिंसे रेर निरचौ हिंसे रेर निरसौ हिंसे रेर निरसौ हिंसे रेर निरसौ हिंसे रेर निरसौ हिंसे रेर निरसौ हिंसे हे ईर निरचौ हिंसे हे ईर निरचौ हिंसे हे ईर निरचौ हिंसे हे ईर निरचौ उदि द्रोणाते रजलौ उदे उदि द्रोणाते रजलौ उदि द्रोणाते रजलौ पूर्व पदांत्य लोपश्च पूर्व पदांत्य लोपश्च उदि द्रोणाते रजलौ उदि द्रोणाते रजलौ पूर्व पदांत्य लोपश्च उदि द्रोणाते रजलौ पूर्व पदांत्य लोपश्च उदि द्रोणाते रजलौ पूर्व पदांत्य लोपश्च उदि द्रोणाते रजलौ पूर्व पदांत्य लोपश्च उदि द्रोणाते रजलौ पूर्व पदांत्य लोपश्च उदि द्रोणाते रजलौ पूर्व पदांत्य लोपश्च उदि द्रोणाते हे अच् अलौ उदि द्रोणाते हे अच् अलौ पूर्व पदांत्य लोपः पूर्व पदांत्य लोपः च उदि द्रोणाते हे अच् अलौ पूर्व पदांत्य लोपः च उदि द्रोणाते हे अच् अलौ पूर्व पदांत्य लोपः च उदि द्रोणाते हे अच् अलौ पूर्व पदांत्य लोपः च उदि द्रोणाते हे अच् अलौ पूर्व पदांत्य लोपः च उदि द्रोणाते हे अच् अलौ पूर्व पदांत्य लोपः च उदि द्रोणाते हे अच् अलौ पूर्व पदांत्य लोपः च उदि द्रोणाते हे अच् अलौ पूर्व पदांत्य लोपः च उदि द्रोणाते रजलौ पूर्व पदांत्य लोपश्च उदि द्रोणाते रजलौ पूर्व पदांत्य लोपश्च उदि द्रोणाते रजलौ पूर्व पदांत्य लोपश्च।